अथ नवमोऽध्यायः श्रीभगवानुवाच इदं तु ते गुह्यतमम् प्रवक्ष्याम्यनसूयमे ज्ञानविज्ञानसहितम् यज्ज्ञात्वा मोक्ष्यसे शुभा राजविद्या राजगुह्यम् पवित्रमिदमुत्तमम् प्रत्यक्षावगमम् धर्मम् सुसुखम् कर्तुमव्ययम् अश्रद्धधारपुरुषः धर्मस्य परम् तपः अप्राप्य माम् निवर्तन्ते मृत्युसंसारमत्मनि मया तदमिदम् सर्वम् जगदव्यक्तमूर्तिना मस्तानि सर्वभूतानि न चाहम् तेष्वस्थितः न च मस्तानि भूतानि पश्य मे योगमैश्वरम् भूतभिन्ना च भूतस्थो ममात्मा भूतभावनः यथाकाशस्थितो नित्यम् वायुः सर्वत्र गोमः तथा सर्वाणि भूतानि मस्तानीत्युपधारय सर्वभूतानि कौन्तेय प्रकृतिम् यान्ति मामिकाम् कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् प्रकृतिम् स्वामवष्टभ्य विसृजामि पुनः पुनः भूतग्रामम् कृत्स्नम् अवशम् प्रकृतिर्वशात् न च माम् तानि कर्माणि निबध्नन्ति धनञ्जय उदासीन उदासीन मसक्तम् तेषु कर्मसु मया ध्यक्षेण प्रकृतिः सुयते सचराचरम् हेतु नानेन कौन्तेय जगद्विपरिवर्तते अवजानन्ति माम् मूढा मानुषीम् तनुमाश्रितम् परम् भावमजानन्तो मम भूत महेश्वरम् मोघाशामोघ कर्माणो मोघो ज्ञानाविचेतसः राक्षसीमासुरीम् चैव प्रकृतिम् मोहिनीम् श्रितः महात्मानस्तु माम् पाठ दैवीम् प्रकृतिमाश्रितः भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् सततम् कीर्तयन्तो माम् यतन्तश्च दृढव्रतः नमस्यन्तश्च माम् भक्त्या नित्ययुक्ता उपासते ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् अहम् क्रतुरहम् यज्ञः स्वधाहमहमौषधम् मन्त्रोऽहमहमेवाज्यम् अहमग्निरहम् हुतम् पिताहमस्य जगतो माता धाता पितामहः वेद्यम् पवित्रमोङ्कार ऋक्षामायजुरेव च कतिर्भर्ता प्रभु साक्षी निवास शरणम् सुहृत् प्रभव प्रलयस्थानम् निधानम् बीजमाप्रयम् तपाम्यहम् महम् वर्षम् निगृह्णम्युत्सृजामि च अमृतम् चैव मृत्युश्च सदा सच्चाहमर्जुन द्रैविद्यमान् सोमपापूत पापा यज्ञेरिश्वा स्वर्गतिम् पातयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान्ति देवभोगान् ते तम् भुक्त्वा स्वर्गलोकम् विशालम् क्षीणे पुण्ये मातलोकम् विशन्ति एव ధర్మ మనో ప్రపన్న గతాగతం కామ కామాలవంతే అనన్య చింతయంతో మా ఏ జన పరిభాసతే తేషం నిత్యాభియుక్తాన యోగక్షేమం వహామ్యహం ఏప్యన్య దేవతా భక్త యజంతే శ్రద్ధయాన్వితః తేపి మామేవ కౌంతేయ యజంత్యా విధిపూర్వకం అహం హి సర్వయజ్ఞానం భోక్తా చ ప్రభురేవ చ న తు మామహ్యానంతి తత్వేన తశ్రవంతి తే యాంతి దేవవ్రతా దేవాన్ పితృన్ యాంతి పితృవ్రతః భూతాని యాంతి భూతేజ్య యాంతి మద్యాజినోపి మా పత్రం పుష్పం ఫలం తోయం యో మే భక్త్యా ప్రయచ్చతి తదహం భక్త్యుపవీతం అశ్నామి ప్రయరాత్మనః యత్కరోషి యదశ్నాసి యజ్జుహోషి దదాసి యత్ యత్తవస్యాసి కౌంతేయ తత్కురుష్వ మదర్పణం శుభాశుభమలైరేవం మోక్ష్యసి కర్మ బంధనైః సన్యాసయో యుక్తాత్మా విముక్తో మాముపైష్యసి